अस्तु तर्हि अधुना अनुमानस्य द्वैविध्यम् इत्युक्ते पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः अपि च पक्षतावच्छेदकसामानादिकरणेन साध्यानुमितिः इत्यनयोः विषये किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरेम। तर्हि अस्माभिः दृष्टमासीत् आरम्भे स्वार्थानुमानं वा परार्थानुमानं जायते, तदा तदाधारेण पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः साधनीया वा अथवा पक्षतावच्छेदकावसमानाधिकरण्येन साध्यानुमितिः भवति वा इति परिशीलितमासीत्। तर्हि पक्षतावच्छेदकावच्छेदेन साध्यानुमिति इत्यत्र सावित्री भगिनी किञ्चित् वदति वा, तत्र लक्ष्यं किम् अस्माकं व्याप्यव्यापकभावः तयोः मध्ये इति? प्रयत्नं करोमि भगिनि। पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्मिन् स्थले व्याप्यव्यापकभावः अस्ति, व्याप्यः भवति पक्षः, व्यापकः भवति विस्मृतवती भगिन्या न तत्र वाक्ये तस्मिन् लक्षणवाक्ये एव अस्ति, व्याप्यः तु उक्तवती, पक्षः अस्ति व्याप्यः पक्षतावच्छेदकः, पक्षतावच्छेदकः भवति व्यापकः, व्याप्यः साध्यः भवति हा व्यापकः। पक्षतावच्छेदकः कः भवति सामान्यतया? पक्षतावच्छेदकः भवति पर्वतः भवति यत्र अस्माकं पक्षः पर्वतः अस्ति, पक्षतावच्छेदकः भवति यत् किञ्चित् विस्मृतवती भगिनि। अस्तु अस्तु नास्ति चिन्ता। तर्हि राजेन्द्रमहोदय किञ्चित् स्मारयति वा पक्षतावच्छेदकः कः भवति? हेतुः अस्ति पक्षतावच्छेदकः न, चिन्तयतु पक्षता अवच्छेदकः यः कोऽपि तत्र स्थित्वा पक्षताम् अवच्छेदयति हा तर्हि कः? जयन्ति भगिनि, पर्वतत्वमेव तस्मिन् उदाहरणे पर्वतत्वम् इति अवच्छेदकं पर्वतत्वं व्याप्नोति वह्निः इति कृत्वा पर्वतत्वं व्याप्यम् अस्ति, वह्निः व्यापकः तत्र हा बहु समीचीनं भगिनि। तर्हि बुद्धं वा राजेन्द्रमहोदय तत्र? सावित्री भगिनी स्मरणं जातम् इति मन्ये। पक्षे विद्यमानः धर्मः यथा भगिनी उक्तवती पर्वतस्थले पर्वतत्वम् इति पक्षे विद्यमानः धर्मः, सः पक्षतायाः अवच्छेदकः इत्युक्ते पर्वतत्वं पर्वतः पक्षः इति चेत् पर्वते पक्षः पक्षता अस्ति अपि च एकः धर्मः अपि भवति पर्वतत्वम् इति, तर्हि पर्वतत्वं पक्षताम् अवच्छेदयति इति कृत्वा पक्षता अवच्छेदकः पर्वतत्वं, सः धर्मः एव व्याप्यः अपि च वह्निः अथवा साध्यं यत्किमपि तद् व्यापकम् इति उच्यते। अस्तु तर्हि हा नूतनतया केन केन आगतम् इदानीम्? वन्दनी अस्मि भगिनि, नमस्कारः। तदनन्तरं कोऽपि अस्ति? अन्य कोऽपि अस्ति वा? हा अस्तु लक्ष्मी भगिनी, अस्तु तर्हि पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र पक्षतावच्छेदकः व्याप्यः साध्यः इति व्यापकः इति परिशीलितं। तत्र जयन्ती भगिनी पुनः तत्र अस्माकं लक्ष्यं किम् अस्ति तस्मिन् साध्यानुमितिवेलायां? अस्माकं लक्ष्यमस्ति यत् इत्युक्ते प्रथमे खलु पर्वत पर्वतावच्छेद पक्षतावच्छेदक अवच्छेदेन साध्यानुमतिः इत्यस्मिन् स्थले लक्ष्यं किम् इति वा? आम् आमां तस्मिन् स्थले तु पर्वतत्ववन्नि वन्नित्वात् किमपि साध्यम् अस्ति इत्येव अस्माकं लक्ष्यम्. अत्र तु व्यापकः अस्ति वह्निः इत्युक्ते साध्यः व्याप्यम् अस्ति पर्वतत्ववह्निस्थलम् एवम् एवं करोमि, किञ्चित् भिन्नरीत्या पृच्छामि. पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः अपि च पक्षतावच्छेदकसमानाधिकरण्येन साध्यानुमितिः, अनयोः भेदः कः? प्रथमस्थले तु एकदेशः इति कश्चन भवति यस्मिन् हेतुसाध्ययोः अस्तित्वम् अस्ति. भिन्नानाम् एकदेशानां समूहः भवति सामान्यपक्षः इति. अतः एकदेशः इति यः अस्ति तस्मिन् अन्वयदृष्टान्तः एकदेशः अन्वयदृष्टान्तः भवति इत्युक्ते तस्मिन् एकदेशे हेतुसाधयोः अस्तित्वात् बलमस्ति येन सर्वत्र सामान्यपक्षे साध्यम् अस्ति इति साधयितुं शक्नुमः. परन्तु द्वितीयस्थले तु पक्षता अवच्छेदकसामानाधिकरण्येन साध्यानुमतिः इत्यस्मिन् स्थले एकदेशः इति सामान्यपक्षस्य एकः भागः अस्ति यत्र हेतुः अस्ति अतः साध्यम् अस्ति इति स्थितिः. परन्तु तेन बलेन वयं साधयितुं न शक्नुमः यत् सर्वस्मिन् सामान्यपक्षे तादृशी स्थितिः भवति इति. हा हा, समीचीनं भगिनि. तर्हि पक्षता अवच्छेदकावच्छेदेन साध्यानुमिति इत्यत्र पक्षे सर्वत्र साध्यमस्ति इति साधनीयं. पक्षतः अतः एव तत्र व्याप्यव्यापकभावः इति आगच्छति. साध्यं पक्षे सर्वत्र इति साधनीयं भवति. पक्षतावच्छेदकसामानाधिकरण्येन इत्यस्मिन् अस्तु, पक्षता अवच्छेदकपर्वतत्वमिति चिन्तयतु, तदेक एकस्मिन् स्थले अस्ति अपि च साध्यमपि तस्मिन् स्थले अस्ति, तावदेव साधनीयम्. पक्षे सर्वत्र अस्ति अनयोः मध्ये व्याप्यव्यापकभावः अस्ति इति किमपि न साधनीयं भवति. अतः पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इत्युक्ते पक्षे कुत्रचित् एव साधनीयं भवति इति वार्ता. परन्तु पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः इत्यत्र पक्षे सर्वत्र साध्यमस्ति इति कृत्वा व्याप्यव्यापकभावः अपि तत्र तस्यापि महत्त्वं भवति. हा, अपि च भगिन्या यथा प्रतिपादितम् अधुना तथा पक्षता अवच्छेदकावच्छेदेन साध्यानुमितिः इत्यस्यां वेलायां पक्षस्य एकदेशः दृष्टान्तः भवितुम् अर्हति, यतोहि सः देशः अपि साध्यवान् अथवा साध्यवान् च हेतुमान् भवति. सः पक्षस्य एकदेशः पक्षस्य प्रतिनिधिः इव भवति, तद्वत् पक्षे सर्वत्र भवति इति कृत्वा सः एकदेशदृष्टान्तः कार्यं करोति तत्र उदाहरणत्वेन इति कृत्वा आहत्य यत्किमपि वयं दृष्टवन्तः अन्वयदृष्टान्तः इति, तत्र वस्तुतः पक्षस्य एव एकदेशः उदाहरणत्वेन भवति. यद्यपि वारं वारम् उक्तम् आसीत् अन्वयदृष्टान्तस्थले पक्षभिन्नस्थले एव उदाहरणं स्वीकर्तव्यं, तथापि इदानीं जानीमः यत् तथा नास्ति. सामान्यपक्षः इति भवति, सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः भवति इति. पुनः तत्र द्वितीय किं विधम् अस्ति खलु पक्षतावच्छेदकसामानादिकरण्येन इति, तस्मिन् स्थितिः कीदृशी इति चेत् कुत्रचित् एव पक्षे तादृशसहचारः भवति साध्यस्य अपि च पक्षतावच्छेदकस्य, कुत्रचित् एव साधनीयं भवति. अतः सामानादिकरण्यम् इति एव स्वीक्रियते, न तु व्याप्यव्यापकभावः. तर्हि तस्मिन् सन्दर्भे पक्षस्य एकदेशः दृष्टान्तः भवितुं नार्हति इति कृत्वा पक्षता अवच्छेदकसामानादिकरण्येन अनुमितिः इति अन्वयदृष्टान्तः नास्ति एव. वस्तुतः अन्वयदृष्टान्तस्थले एकदेशदृष्टान्तः एव कार्यं करोति इति जानीमः, परन्तु पक्षतावच्छेदकसामानादिकरण्येन इत्यत्र तादृश एकदेशः अन्वयदृष्टान्तः न भवति इति कृत्वा तत्तु व्यतिरेकदृष्टान्तः. पक्षतावच्छेदकसामानादिकरण्येन अनुमितिः इति व्यतिरेकदृष्टान्तः इति उच्यते. स्पष्टमस्ति वा अत्र किमपि चिन्तनं भगिनि? यथा भवत्या उक्तं येन आधारेण लक्ष्यमपि भिन्नम् अस्ति इति वा, इत्युक्ते प्रथमे सन्दर्भे अस्माकं लक्ष्यम् अस्ति यत् दृष्टान्तस्य आधारेण सामान्यपक्षे सर्वत्र साध्यम् अस्ति इति लक्ष्य इति साधनीयम् इति लक्ष्यं. द्वितीयसन्दर्भे अस्माकं लक्ष्यं किम्? हा, द्वितीयसन्दर्भे लक्ष्यमस्ति पक्षे कुत्रचिदेव. पक्षे कुत्रचित् एव इति साक्षात् अनुभवः खलु दृष्टान्तस्य. सत्यं सत्यं, तदपि सत्यं. कुत्रचित् एव कार्यं करोति, कुत्रचित् न कार्यं करोति इति अनुभवः भवति चेत् तर्हि तत्र केवलं सामानादिकरण्यम् इष्यते, न तु व्याप्यव्यापकभावः. तत्र लक्ष्यम् इति किमपि न वा भगिनि? मम चिन्तनम् अस्ति तद् लक्ष्यं नास्ति, तद् प्रथमति खलु. किं किं भगिनि? सावित्री भगिनि पुनः. प्रथमस्थले यत्र पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, तत्तु असम्प्शन् अस्ति इति अहं चिन्तितवती. इत्युक्ते प्रथम यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति, अपि च साध्यस्य पक्षस्य व्यापकभावः अपि अस्ति. तद् ज्ञात्वा एकदेशः एकसदस्यः दृष्टान्तः भवितुम् अर्हति. तदर्थं यत्र तादृशदृष्टान्तं स्वीकुर्मः तत्र अनुमानं तु सर्वत्र भवति इति प्रथमम् असम्प्शन् भवति खलु. चेत् कथं वा अन्वयदृष्टान्तः? सत्यं सत्यं भगिनि. इत्युक्ते हा असम्प्शन् एव इति किञ्चित् वक्तुं शक्नुमः, यतोहि इदानीं किं गुरुत्वम् इत्यस्य स्वीक्रियते चेत् पञ्चदशवारं शिलाखण्डं पातयति चेत् पर्याप्तम् अस्तु. सः एव एकं कण्ट्रोल्ड् एक्स्पेरिमेण्ट् वा किमपि भवति. तर्हि सर्वदा तथा भवति इत्यस्य साधनार्थं तद् उदाहरणं भवति. परन्तु यथा हा जयन्ती भगिनी अपि उक्तवती, पक्षता अवच्छेदकसामानादिकरण्येन अनुमितिः इति लक्ष्यं कदा भवति अस्माकम् इत्युक्ते अनुभवेन, यदि वयं जानीमः. हा यदि वदतु भगिनि. न न तदेव तत्रापि अस्माकम् अनुभवः अस्ति, सर्वत्र पक्षे साध्यं न भवति, केषुचित् स्थले एव भवति. तदर्थम् अन्वयदृष्टान्तः न कार्यं करोति, तदर्थं तत्र व्यतिरेकदृष्टान्तः स्वीकरणीयः. व्यतिरेकदृष्टान्तः एव स्वीकरणीयः इति भवति वस्तुतः. सत्यम्. अपि च इदमपि अवधेयं यत् एते द्वे अनुमाने पक्षतावच्छेदकावच्छेदेन अपि च पक्षतावच्छेदकसामानादिकरणेन इति आरम्भे स्वार्थानुमानतः अथवा परार्थानुमानतः एव आगच्छतः. स्वार्थानुमानेन वा परार्थानुमानेन अस्माकं चर्चा अपि जाता एकवारम् ई पत्रे, केवलं पुनरावलोकनार्थं. तत्र स्वार्थानुमानेन परार्थानुमानेन वा एकवारं जायते चेत्, हेतुं दृष्ट्वा साध्यं स्यात् इति अनुमानं जायते चेत्, तदाधारेण पुनः द्वैविध्यं सिद्ध्यति. अन्यत् एकः प्रश्नः अस्ति भगिनि, तत्र कुत्रापि करपत्रे लिखितम् अस्ति, न जानामि इदानीं कुत्र अस्ति, परन्तु वह्निः उष्णः वह्नित्वात्, तत्र उक्तं बहुषु स्थलेषु वह्निः भवति, बहुषु स्थलेषु उष्णः भवति, तदर्थं चिन्तितवती, तत्रापि सः वदति यत् मम दृष्टान्तः स्वीकर्तुं शक्यते इति. आम्, सत्यं सत्यम्. इत्युक्ते कुत्र अन्वयदृष्टान्तः स्वीकर्तुं शक्यते इत्युक्ते, वह्निः इति सामान्यपक्षः भवति चेत्, अस्तु, वह्निः इति सामान्यपक्षः अपि च वह्नि उष्णत्वयोः सहचारः तत्र सर्वत्र भवति सामान्यपक्षे, किल? हेतुमान् साध्यवान् इति साधितं, तर्हि वह्निः यत्र कुत्रापि तत्र हेतुमान् साध्यवान् वह्निः इति तादृशसामान्यपक्षः भवति चेत् सामान्यपक्षस्य एकदेशः अन्वयदृष्टान्तः भवति. इत्युक्ते अत्र नामकरणमपि कृतम्, आवह्निः, ईवह्निः. इत्युक्ते कुत्र समानादिकरण्येन साध्यानुमितिः, तस्य उदाहरणं न दत्तं खलु? न, तस्य उदाहरणं न दत्तं. वस्तुतः एतदपि उदाहरणं, किं वह्निः उष्णः वह्नित्वात्, आरम्भे तु वयं व्यतिरेकदृष्टान्तत्वेन दृष्टवन्तः खलु इदम् उदाहरणं. परन्तु अधुना जानीमः यद् सामान्यतया अन्वयदृष्टान्तः कार्यं करोति बहुत्र बहुषु स्थलेषु. वह्निमेव सामान्यपक्षत्वेन स्वीकृत्य पश्यामश्चेत् अवश्यं तत्र एकदेशदृष्टान्तः भवितुमर्हति इति. तर्हि हा, यथा भवती उक्तवती, पक्षतावच्छेदकसामानादिकरणेन अनुमितिः व्यतिरेकदृष्टान्तः इति उच्यते चेत् तत्र किमपि उदाहरणं न दत्तं. तर्हि भगिनि, तत्र विधिः उष्णः वह्नित्वात् इति यद् वाक्यमस्ति, तदपि तत्र पक्षतावच्छेदकवच्छेदेन अनुमितिः तत्रैव अन्तर्भवति, सत्यम्? इतोपि एकवारं कृपया, सन्ध्या भगिनि. तत्र वह्निः उष्णः वह्नित्वात् इति यः प्रसङ्गः अस्ति, तद् पूर्वं वयं व्यतिरेकदृष्टान्तदृष्ट्या वयं दृष्टवन्तः, परन्तु अग्रे अन्ततो गत्वा तदपि यथा साधारणपक्ष इति सर्वं स्वीकृत्य तत्रापि अन्वयदृष्टान्तः अस्ति इति आगतम् अस्ति. तर्हि तस्य आधारेण तत्र तदपि वाक्यं वा सपि प्रसङ्गः पक्षावच्छेदे अवच्छेदकवच्छेदेन अनुमितिः तत्रैव अन्तर्भवति, किल? सत्यं सत्यं. अपि च भिन्नं यदस्ति, भिन्नपक्षः पक्षतावच्छेदसामानाधिकरण्यं, तस्य उदाहरणं न दत्तमस्ति. न दत्तमस्ति, किन्तु तत्तु व्यतिरेकदृष्टान्तः एव इति अवगन्तव्यम्. अस्तु, तर्हि इदानीं तु व्यतिरेकदृष्टान्तः कः इति किञ्चित् जानीमः पूर्वस्मिन् उदाहरणं स्वीकृत्य. वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति खलु. हा, तादृश उदाहरणं स्वीकृत्य किञ्चित् परिशीलयितुं शक्नुमः पक्षतावच्छेदकसामानादिकरणेन अनुमितिः इति. तर्हि अहं चिन्तयामि एकदृष्ट्या वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति पक्षता अवच्छेदकसामानादिकरणेन अनुमितिः इति वक्तुमपि तदपि वक्तुं शक्नुमः एकदृष्ट्या. सत्यं, तर्हि कथं तत्र उदाहरणं स्वीकुर्मः, कथं तत्र पक्षं स्वीकुर्मः इति, एतस्य आधारेण तत्र तद् पक्षतावच्छेदक अवच्छेदेन निमितिः तत्रापि अन्तर्भवितुं शक्नोति, नो चेत् यदि तत्र अभावपदार्थः इति सर्वं तत्र स्वीकुर्मः तर्हि तत्र व्यतिरेकदृष्टान्तरीत्या पक्षतावच्छेदसामानाधिकरण्यं स्वीकृत्यापि अनुमितिः भवितुम् अर्हति इति मम अवगमनम्. तदर्थम् अहम् आरम्भे उक्तवती लक्ष्यम् अस्माकं किम् इति चिन्तयित्वा तत्र वा अथवा अत्र कुत्रचित् अन्तर्भवति इति. परन्तु सावित्री भगिनी, जयन्ती भगिनी यथा उक्तवत्यौ तदपि सत्यम्, अनुभवस्य आधारेण अपि निर्णयः भवितुमर्हति कुत्र गच्छति इति. परन्तु विश्वे कुत्रापि एकमेव वस्तु न भवति खलु, तस्य जातिः भवति एव अथवा तस्य समूहः भवति एव. सत्यं. तर्हि उदाहरणं जातिभिन्नस्थले कुत्रचित् भवेत् इति लक्ष्यमस्ति चेत् प्रायः द्वितीयविधं कार्यं करोति इति मन्ये. अस्तु, तर्हि इतः अग्रे सरेम वा. इदानीं सम्प्रति मूलविषयं प्रति आगच्छामः, यद् विद्याधरी ग्रन्थे अस्ति. केन आगतं तदभ्यन्तरे? नमस्कारः भगिनि, अजितः. अजितः महोदय, अस्तु. तर्हि सावित्री भगिनी, राजेन्दर् महोदय, सन्ध्या भगिनी, लक्ष्मी भगिनी, जयन्ती भगिनी, वर्धिनी भगिनी, अजितः महोदय, अन्य कोऽपि? अस्तु, तर्हि अधुना पुस्तकात् किञ्चित् पठेम. तर्हि लक्ष्मी भगिनी पठितुमिच्छति वा? आश्रयनाश जन्यगुणनाशः इत्यस्मात् आरभ्य पुस्तकात्. भगिनी मां पृच्छति वा? लक्ष्मी, लक्ष्मी भगिनी. क्षम्यताम्. अस्तु. लक्ष्मी भगिनी अस्ति किम्? क्षम्यतां भगिनी, म्यूट् मध्ये आसम्. पृष्ठसङ्ख्या 104, चतुरधिक एकशतम्. अस्तु. आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणजन्यनाशत्वात् पाकजरूपनाशवत् दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजः संयोगः तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशजन्यः तत्र संयोगनाशः इति तदर्थं सामानाधिकरणगुणान्तरम् आवश्यकम्. स्वगुण एव विभाग इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः. अस्तु, अस्माकं मूलवाक्यमस्ति आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजनरूपनाशवत्. पूर्वमेव दृष्टवन्तः अत्र आश्रयनाशगुणनाशाजन्यगुणनाशः इति पक्षः, इत्युक्ते गुणनाशः आश्रयनाशेन आश्रयनाशेन न भवति, किन्तु गुणनाशः अन्य समानाधिकरण गुणेन जन्यः भवति. तदेव साध्यम् आश्रयनाशगुण नाशजन्यगुणनाशत्वात् इति हेतुः. अत्र हेतुः इति आश्रयनाशजन्यगुणनाशत्वात् हेतुः पक्षधर्मता अपि अत्र तदेव पक्षधर्मता अपि हेतुः पक्षधर्मता एव. पाकजरूपनाशावत् नाशावत् इति दृष्टान्तः. दृष्टान्ते तादृशकरण भगिनि भगिनि पाकजरूप पाकजरूपनाशवत् इति दृष्टान्तः कीदृशदृष्टान्तः? एकदेशदृष्टान्तः. हा, तस्य विषये किञ्चित् वदति वा? आम् अस्तु. पाकजरूपनाशवत् इत्युक्ते तत्र तेजः संयोगेन घटस्य तेजसंयो संयोग तेजसंयोगेन घटस्य रूपः नाशः तत् किन्तु घटं तत्र न नश्यति अतः आश्रयनाशजन्य आश्रयनाशजन्य नाशेन रूपनाशं न आश्रयनाशेन न रूपनाशं भवति किन्तु तेजसंयोगेन अन्यस्मिन् गुणस्य गुण तत्र समानकरणेन तत्र भवति इति कारणात् तस्मात् गुणनाश गुणरूप रूपगुणनाशः भवति यथा इदानीं चर्चा अभवत् यत्र पक्ष पक्षतः अवच्छेदकसमानविकरणीयम् इति एकनिमिष अस्तु अस्तु एतावता यद् भवत्या उक्तं बहु समीचीनमासीत् इत्युक्ते हा पाकजः इति समानाधिकरणगुणः पाक पाकेन किं जायते पाकेन रूपनाशं जायते हा रूपनाशः जायते इति कृत्वा पाकजरूपनाशः आश्रयनाशाजन्यगुणनाशः अपि च सामानादिकरण्यगुणेन जातः इति अस्तु तर्हि इदानीं पाकजरूपनाशः इति एकदेशः अस्ति वा कुत्रचित् एकदेशः अस्ति इति यत्र अस्तु इदानीम् इदम् इदं वाक्यम् अन्वयदृष्टान्तः वा अथवा व्यतिरेकदृष्टान्तः वा इदं वाक्यं व्यतिरेकदृष्टान्तः चेत् अत्र हेतुः पक्षस्थले एव भवति इति आरम्भे इति आरम्भे उक्तमासीत् किन्तु ततः अग्रे गत्वा किं किं चर्चितवन्तः अस्तु यद्यपि तथा भासते वह्निः उष्णः वह्नित्वात् इति यथा तथापि यद्यपि तथा भासते तथापि वह्निः इति सामान्यपक्षः भवति चेत् सामान्यपक्षस्य स्वभावः कः हेतुमान् साध्यवान् इति खलु उष्णत्ववान् अपि च वह्नित्ववान् इति वह्निः इति सामान्यपक्षं स्वीकृत्य पृथक् पृथक् वह्न्यः वह्नयः यत्र भवन्ति ई वह्निः अथवा आवह्निः इत्युक्ते गृहे वह्निः पर्वते वह्निः इति पृथक् पृथक्तया पृथक्तया वह्न्यः कुत्र यत्र कुत्रापि भवन्ति ते सर्वे वह्निः इति सामान्यपक्षस्य एकदेशाः खलु तद्वत् किमपि अस्ति वा अत्र इति चिन्तयतु पाकजरूपनाशः तद्वद् अस्ति वा इति सामान्यसङ्ग्रहे यत्र पाकजे अपि वह्निः भवति एव न न न एकनिमिष एकनिमिष एकनिमिष वह् इदानीं पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति वाक्यम् अस्तु पर्वतः वह्निमान् पर्वतत्वात् इति यद्यपि वदामः यद्यपि धर्मः हेतुः पक्षे एव भवति इति भाति तथापि ई पर्वतः उपर्वतः रुपर्वतः इति बहवः पर्वताः सन्ति खलु हा ते सर्वे पर्वताः पर्वतः इति सामान्यपक्षस्य विशिष्टपक्षाः अथवा एकदेशाः तद्वत् एवं चिन्तनीयं भवति यत् पाकजरूपनाशवत् इति आश्रयनाशाजन्यगुणनाशः इति सामान्यपक्षस्य सदस्यः अस्ति न वा इति तत्र किं चिन्तनम् अहं चिन्तयामि सामान्यपक्षस्य एकः सदस्यः इति अस्ति खलु, एकसदस्यः एव पाकजरूपन. इदानीं पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वम् अस्ति इति वक्तुं शक्नुमः वा? पाकजरूपनाशे आश्रयनाशाजन्यगुण गुणनाशः अस्ति. आम् अस्ति, अस्ति एव खलु, यतोहि उदाहरणमस्ति. आश्रयनाशाजन्यगुणनाशः इत्यस्य उदाहरणमस्ति इत्युक्ते आश्रयनाशाजन्यगुणनाशः इति एका बृहती श्रेणी अस्ति, तस्यां श्रेण्यां पाकजरूपनाशः एकः सदस्यः. तर्हि आहत्य कीदृशदृष्टान्तः, एकदेशदृष्टान्तः दीयते चेत् कीदृशदृष्टान्तः? एकदेशदृष्टान्तः एकदेशदृष्टान्तः कीदृशदृष्टः इत्युक्ते अन्वय वा गतिदृष्टान्तः इति भवत्याः प्रश्नम्. अत्र अन्वयदृष्टान्तः किमर्थं चेत् पाकजरूपनाशः इति एकः सदस्यः भवति, आश्रयनाशाजन्यगुणनाशः इति बृहत्श्रेण्याम् एकः सदस्यः भवति इति कृत्वा अन्वयदृष्टान्तः. समीचीनम्. अस्तु तर्हि अग्रिम वाक्यं पठतु तर्हि. अस्तु, दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजः संयोगः. दृष्टान्ते उदाहरणे तादृशः समानाधिकरणः गुणः इत्युक्ते रूपनाशम् अपि च तेजः संयोगः द्वयोपि समानाधिकरणः, द्वयोपि गते विद्यमानः गुणः समानाधिकरणः गुणः. तथा च क्रिया ततः विभागः. समीचीनमासीत्. केवलम् एकं वक्तव्यमस्ति यत् पाकः अथवा तेजसंयोगः इति तु अवश्यं गुणः, परन्तु रूपनाशः इति गुणः नास्ति, अभावरूपपदार्थः. केवलं सामानादीकरणपदार्थौ इति वक्तुं शक्यते. किन्तु एकनिमिषं भगिनि, रूपनाशः गुणः नास्ति सत्यं, रूपं गुणः अस्ति. पूर्वमपि संयोगनाशः इति संयोगः एव गुणः, संयोगनाशः इति गुणः नास्ति. किन्तु संयोगनाशः विभागेन जन्यः जन्यः इति एव वार्ता. बहु समीचीनम्. अतः एव तादृश उदाहरणं दत्तं, यथा भवती अवगतवती तत् सम्यक् एव. संयोगनाशः विभागः समानादिकरणौ पदार्थौ खलु. तद्वत् इत्युक्ते किम् इत्युक्ते संयोगनाशः अपि आश्रयनाशाजन्यगुणनाशः इत्यस्मिन् एकः सदस्यः, यथा पाकजरूपनाशः. तदर्थमेव एकदेशदृष्टान्तः कार्यं करोति. उभौ अपि सदस्यौ, पाकजरूपनाशः अपि च विभागेन जन्यसंयोगनाशः, उभौ अपि सदस्यौ अत्र अस्मिन्. तथा च क्रिया ततः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोगः. अस्तु, अत्र क्रिया वाक्यं सम्पूर्णतया पठतु, एका प्रक्रिया अस्ति. अस्तु, तथा च क्रिया ततः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोगः, ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. अस्तु, अत्र वाक्यं भवति प्रथमतया क्रिया क्रिया विभागः विभागः जायते. विभागात् पूर्वदेशसंयोग पूर्वदेशसंयोगनाशः इत्युक्ते पूर्वस्मिन् स्थाने पूर्वदेशसंयोगः नाशः भवति. पूर्वदेशसंयोगनाशात् अनन्तरम् उत्तरदेशसंयोगः जायते. तदनन्तरं क्रियानाशः भवति. पञ्चसोपानम् अत्र पञ्चसोपान प्रक्रिया अस्ति अत्र. इति अस्माभिः दृष्टमासीत् शततमे पुटे एकं कोष्टकम् कोष्टकः अस्ति खलु तत्र घटे काचित् क्रिया जायते प्रथमक्षणे द्वितीयक्षणे घटः आकाशः यत्र भवति तत्र विभागः भूत्वा तदा घटाकाशयोः संयोगस्य नाशः पुनः अन्येन आकाशदेशेन सह संयोगः इति एव तस्यैव तस्याः एव उल्लेखः अत्र आश्रयनाशाधन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम् आश्रयनाशाजन्यः संयोगनाशः इति तस्य विशेषणमेव आश्रयनाशाजन्यः संयोगनाशः आश्रयनाशाजन्यः आश्रयनाशेन न जन्यः संयोगनाशः आश्रयनाशाजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम् आश्रयनाशात् संयोगनाशः न भवति संयोगनाशं कथं भवति इत्युक्ते तदर्थं समानाधिकरणगुणस्य समानाधिकरणगुणम् एकम् आनेतव्यम् अत्र तदेव विभागः इति गुणः भवति स गुण एव विभागः इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः विशेषकोटिक्रमः इत्युक्ते इत्युक्ते अनेकाः विशेष हा वस्तुतः पुस्तकस्य पृष्ठभागे एकं परिशिष्टः अस्ति ततः अवगन्तव्यः भवति हा तत्र कोटिक्रमः इत्युक्ते गभीरतया चिन्तनम् इति महोदयेन उक्तं परन्तु कोटिः अपि च क्रमः पृथक्तया जानीमः पदयोः अर्थः परन्तु कोटिक्रमः इति मिलित्वा वदन्ति चेत् तत्र तेषाम् आशयः कः इति तत्र स्पष्टं नास्ति अत्र किञ्चित् भ्रमः अस्ति मम एकः प्रश्नः अस्ति पृच्छामि वा हा हा अवश्यं तत् पूर्वमेव तत्र पञ्च क्षणपञ्चक व्यापिनी प्रक्रिया आसीत् खलु तस्य वदनस्य आवश्यकता का अत्र तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेश यतोहि विभागकल्पनं तत्र जातम् इति वक्तुम् तस्मात् पूर्वं वाक्यद्वयं पठति चेत् 3-अधिकशततमे पुटे अन्तिमवाक्यमस्ति विभागसाधनाय खलु अस्माभिः प्रवृत्तम् कः अस्य विवरणस्य वक्षमाणानुमान विभागसाधके विवरणसौकर्यं भविष्यति इत्यादिकं तदर्थमेव पुनः उक्तम् अत्र इति प्रश्नः वा अस्तु परन्तु तत्र पञ्च क्षणव्यापिनी प्रक्रियायां द्वितीयक्षणः विभागः जायते तृतीयक्षणः संयोगस्य नाशः भवति ते स्वीकुर्वन्ति वा विभागः एव संयोगस्य नाशकः इति एकः पक्षः एकेन पक्षेन स्वीक्रियते अपरेण न अस्तु अहं किञ्चित् न अवगच्छामि किमर्थं तत् लिखितमस्ति अत्र समानाधिकरणगुणः भवेत् इति वदनस्य पूर्वं तस्य उल्लेखः किमर्थम् इति मम मनसि किञ्चित् तर्हि प्रायः इतोपि पुनरावर्तनं करणीयमेव तत्तु अग्रिमसोपानमासीत् अहम् उद्युक्ता आसं कर्तुं परन्तु किमर्थम् उक्तं चेत् प्रथमतया विभागकल्पनं कुत्र कृतमासीत् अस्मिन् प्रक्रियायां अपि च यथा लक्ष्मी भगिनी उक्तवती किमर्थं कृतमासीत्, यतोहि आश्रयस्य तु नाशः न जातः परन्तु आश्रये विद्यमानस्य गुणस्य नाशः जातः, कथं वा तर्हि? किमपि कारणम् आवश्यकं खलु, तदर्थं विभागस्य कल्पनं कृतम् इति उक्तवन्तः. हा समीचीनं भगिनि. इदानीं वस्तुतः तत्र 1-100 पुटे संयोगनाशात् इति पठति वा किञ्चित् सावित्री भगिनि? कुत्र भगिनि? 1-100 ओ 1-100 अस्तु. अस्तु, तत्र कुत्र संयोगनाशात् विभागः? एकनिमिषं, संयोगनाशको गुणविभागः तस्मात् आरभ्य. अस्तु अस्तु. संयोगनाशको नाशको गुणः विभागः सर्वद्रव्यवृत्तिः इति. संयोगप्रक्रियायां क्रियोत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते. पूर्वदेशसंयोगस्य नाशकश्च भवति. तत् प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. अस्तु, अत्र किमपि तत् प्रक्रिया दृष्ट्वा वक्तुं शक्नुमः? प्रथमं विभागः जायते, अन्यक्षणे तस्मिन् उत्तरक्षणे एव संयोगस्य नाशः भवति इति. पूर्वदेशसंयोगस्य नाशः भवति इति. तत्प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपित. अनुपदम् इत्युक्ते क्रमेण वा? क्रमेण निरूपित. अग्रे पठामि वा? अग्रे पठतु. संयोगनाशात् विभागः नातिरिक्त इत्याक्षेपः. अत्रेदं चिन्त्यते, क्रियातः विभागः. विभागात् पूर्वसंयोगनाशः, ततः संयोगान्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत. सः एव तु नाङ्गीक्रियते. तत् अत्र पञ्चक्षणव्यापिनी प्रक्रियायाः किञ्चित् विवरणं दत्तमस्ति. प्रथमं क्रिया भवति, घटे क्रिया भवति. तत् तदनन्तरं घटः यत् आकाशे स्थितः तत् आकाशात् विभागः भवति घटस्य. अनन्तरं तेन विभागेन आकाशदेशः अपि च घटः द्वयोः संयोगनाशः भवति. अनन्तरक्षणम् अन्येन आकाशदेशेन संयोगः जायते घटस्य. तदनन्तरं क्रियानाशः भवति, अपि च घटः तत्र एव स्थितः भवति. तत्र तदा एव अस्मिन् प्रक्रिया अङ्गीकर्तुं शक्नुमः यत्र वयं अङ्गीकुर्मः यत् विभागः संयोगस्य नाशः भवति. प्रथमवारं तत्रैव कृतं विभागस्य कल्पनं. किमर्थम् आवश्यकमासीत् कल्पना तादृशी? तादृशी कल्पना आसीत् किमर्थं चेत् संयोगस्य भवति, अपि च अन्यः किमर्थं विभागस्य कल्पना आवश्यकम् आसीत् यत्र लक्ष्मी भगिनी पठितवती? आमामां, किमपि अन्यत् गुणः भवेत्, कस्मात् संयोगनाशः भवति इति. हा हा, यतोहि स्पष्टं दृश्यते यत् आश्रयस्य नाशः न जातः. आम्. तर्हि कथं वा जायेत इति कृत्वा तादृशी कल्पना आवश्यकी आसीत्. परन्तु अत्र घट अपि च घटपटयोः संयोगः प्रथमम् अस्ति, अनन्तरं विभागः जायते चेत् तत्र किमपि तादृशः गुणस्य अपेक्षा न भवति एव. तत्रापि भवति खलु प्रक्रियां चिन्तयामः. प्रथमं तु घटपटयोः संयोगः आसीत्, तदनन्तरं काचित् क्रिया जाता, तदा घटपटयोः संयोगः नष्टः. परन्तु घटस्य नाशः अथवा पटस्य नाशः जातः वा? न जातः, परन्तु क्रिया आसीत् खलु, तदर्थमेव क्रियया संयोगस्य नाशः जातः तथा चिन्तयितुं शक्नुमः खलु. तर्हि क्रिया एव कारणम् इति. प्रक्रियाम् अनुसरामः, परन्तु अस्य उदाहरणेन किमपि लाभः नास्ति अत्र इति मम मतम्. अस्तु. हा, प्रायः ये केऽपि आक्षेपं कुर्वन्ति ते अपि तथैव वदन्ति. हा, तदेव न अङ्गीक्रियते इति. तदेव न, स एव न तु अङ्गीक्रियते. अग्रे पठामि वा? हा, एतावत् पर्याप्तम्. अग्रे अन्य कोऽपि पठतु. तर्हि अत्र स्पष्टम् इति मन्ये, एकः पक्षः वदति संयोगनाशकौ गुणौ विभागः, अपरः पक्षः वदति तदेव अस्माभिः न अङ्गीक्रियते इति. तर्हि भगिनी, तत्र विभागः अतिरिक्तः गुणः तदागच्छति, किमर्थम् आगच्छति इत्युक्ते तत्र आश्रयस्य नाशः न भवति, परन्तु संयोगनाशः तु अभवत् इति दृष्ट्वा ततः सर्वं सिद्धं कृत्वा विभागः अपि अतिरिक्तः गुणः इति तत्र. इत्युक्ते विभागः अतिरिक्तः गुणः इति दर्शयितुम् आश्रयनाशाजन्यगुणनाशः इति तत्र मुख्यबिन्दुः अस्ति. सत्यं सत्यं, हा, समीचीनं, तद्वदेव अस्ति. आश्रयस्य नाशनेन विना जातः गुणस्य नाशः, तर्हि केन जातः इति अपि च इति कस्य चिन्तनं? अपि च विभागः इति चतुर्विंशति गुणेषु अन्यः कुत्र तस्य आवश्यकं पठत् भवति इति तदपि कल्पनीयं किल. चतुर्विंशतिगुणेषु अन्यतमः. आम्, सत्यं. तर्हि किं भगिनि, कुत्र विभागस्य उपयोगं भवति इति, विभागमिति गुणस्य उपयोगं कुत्र? अग्रे अस्ति, अग्रिमपरिच्छेदः तस्य विषये एव. कुत्र भवति इत्युक्ते प्रतीतिः जायते घटपटौ विभक्तौ इति खलु. तत्र द्रोणमहोदयेन वर्गे उक्तमासीत् प्रतीतिशरणाः नैयायिकाः, प्रयोगशरणाः, वैयाकरणाः इति. तर्हि प्रतीतिम् अनुसृत्य प्रतीतेः शरणेन ते वदन्ति यत् अस्तु, घटपटौ विभक्तौ इत्यपि एका प्रतीतिः. तत्र केन जायते तादृशी प्रतीतिः इति. वदतु भगिनि, द्रोणमहोदयेन किम् उक्तं? स उक्तवान् शरणम् इत्युक्ते किं? शरण इत्युक्ते प्रतीतिशरणाः इत्युक्ते प्रतीतिम् अवलम्बते इति. प्रतीतिशरणाः नैयायिकाः, प्रयोगशरणाः वैयाकरणाः इति तेन उक्तं वर्गे. हा, इति वार्ता अस्ति. किमर्थं तस्य लाभः कः इत्युक्ते घटपटौ विभक्तौ इति प्रतीतिर्तु जायते इति, तदेव लाभः. अस्तु, अग्रे सन्ध्या भगिनी पठति वा अग्रिमपरिच्छेदम्? अपेक्षा आक्षेपम् अमुम्. आं भगिनि, पठामि. परन्तु अत्र एतद् वैशेषिकानां मतं, तत्र पञ्च क्षणात्मकम् इति सर्वं तत्र अस्ति, अपि च नवीनाः न अङ्गीकुर्वन्ति इति अस्ति किल. इत्युक्ते नव्या नैयायिकाः एतद् न अङ्गीकुर्वन्ति, तर्हि स एव तु न अङ्गीक्रियते इत्युक्ते नवीनैः न अङ्गीक्रियते, सत्यम्? अत्र स्पष्टतया न उक्तमस्ति नवीनाः वा अथवा प्राचीनाः वा इति न उक्तम्, केवलम् इदम् उक्तं यद् वैशेषिकाः वैशेषिकाणां प्रक्रिया अस्ति इति. तर्हि वैशेषिकभिन्ननैयायिकाः ये केऽपि तेषाम् आक्षेपः अस्ति. अस्तु अस्तु भगिनि, पठामि वा? हा पठतु. आक्षेपम् अमुम् सन्ध्या भगिनि, भगिनि श्रूयते वा? श्रूयते इदानीं. हा हा, न जाने किं मध्ये एव. अस्तु, आक्षेपममुं केचन इत्थं परिहरन्ति, यथा क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्धप्रत्ययेन संयोगनाशः सिध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंसातिरिक्तः विभागाख्यः गुणः सिध्यत्येव इति. तर्हि यः आक्षेपः अस्ति तत्र विभागाख्यः गुणः इति अतिरिक्तः गुणः विभागः नामकः गुणः नास्ति, संयोगनाशः इत्येव अस्ति इति पूर्वस्मिन् परिच्छेदे आक्षेपः अस्ति. तर्हि तस्य आक्षेपस्य उत्तरं केचन एवं ददति, तत्र क्रियोत्पत्त्यनन्तरं घटपटयोः संयोगः नष्टः. तर्हि यदा क्रिया भवति तत्र घटपटयोः तत्र संयोगः इदानीं नास्ति इति कृत्वा इदानीं प्रतीतिः अस्ति संयोगनाशः सिध्यति इति, परन्तु सः भिन्नविषयः, परन्तु घटपटयोः विभागः इत्युक्ते घटपटौ विभक्तौ इति भिन्नपदार्थः इति भाव संयोगनाशः तु अभावपदार्थः अस्ति, परन्तु घटपटौ विभक्तौ इति विभागः इति कश्चन भावपदार्थः अस्ति इति ज्ञातुं तत्र घटपटौ विभक्तौ इति दृश्यते सः भावपदार्थः, तर्हि सः भावपदार्थः केन आगच्छति इति संयोगनाशः इति अतिरिच्य विभागनामकः गुणः अस्ति इति वदन्ति. इत्युक्ते घटपटयोः संयोगः नष्टः इति संयोगनाशः इति अभावपदार्थः भिन्नः, परन्तु तद्विहाय तस्य अपेक्षया भिन्नमस्ति घटपटौ विभक्तौ इति भावपदार्थः अस्ति, सः विभागेन दृश्यते इति वदन्ति. हा हा, समीचीनम्. इत्युक्ते आक्षेपस्य सामान्यपरिहारः दत्तः तैः सिद्धान्तिभिः, यथा भवती उक्तवती एकः पदार्थः संयोगनाशः इति संयोगध्वंसः, ध्वंसः इत्युक्ते प्रध्वंसाभावरूप. तर्हि संयोगनाशः इति प्रध्वंसाभावः, घटपटौ विभक्तौ इत्यस्मिन् यः कोऽपि पदार्थः विषयीक्रियते तत्तु भावपदार्थः इति सरलरीत्या आक्षेपस्य परिहारः दत्तः अस्ति अत्र. तर्हि पुनः ये केऽपि आक्षेपं कुर्वन्ति पुनः अग्रे गत्वा तेषाम् इतोपि क्लेशः अस्ति, तदग्रे पठेम. जयन्ती भगिनी अग्रे पठति वा कृपया? सूक्तिलण्टिका इत्यस्मात् वा? सत्यं. तद् अपरेण सहन्ते तेषाम् अयम् आशयः, घटपटविभक्तौ इति प्रत्ययोऽपि न भावपदार्थं प्रकाशयति किन्तु संयोगाभावमेव, तस्य भावपदार्थान्तर अवगाहित्वे अपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावात् मूलोक्तं संयोगनाशको गुणो विभाग इति असङ्गतम् इति. पूर्वस्मरणस्य आवश्यकता चिन्ता नास्ति, मन्दं मन्दमेव गच्छेम. तदपरे न सहन्ते, किं न सहन्ते? इत्युक्ते अत्र पूर्वस्मिन् परिच्छेदे विभागः अस्ति इति ये न अङ्गीकुर्वन्ति तेषां मतम् अस्ति पूर्वस्मिन् परिच्छेदे. यः तर्कः ते स्थापयन्ति न क्षम्यतां भगिनि, विपरीतत्वेन पूर्वस्मिन् परिच्छेदे विभागः इति गुणः आवश्यकः अस्ति वा अपेक्षते इति ये वदन्ति तेषां विरुद्धमतम् अस्ति अत्र अस्मिन् परिच्छेदे. ये विरुद्धमतं प्रकटयन्ति तेषाम् आशयः अस्ति यत् घटपटविभक्तौ इति प्रत्ययौ अपि न भावपदार्थं अस्तु. यथा पूर्वं ते उक्तवन्ति सिद्धान्तिनः, विभागः इति भावपदार्थं दृश्यते इति. अत्र ते वदन्ति विरुद्धजनाः विभागः इति भावपदार्थः न, अत्र अभावविषयः एव दृश्यते इति ते वदन्ति. तस्य भावपदार्थान्तर अवगाहित्वे अपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवः. तस्य इति कस्य विभागः खलु? हा हा, विभागस्य विभागस्य भावपदार्थान्तरगाहित्वे अपि, तस्य अर्थः कः? विभागः इति भावपदार्थः अस्ति इति स्वीकुर्म चेदपि इति वा? हा, समीचीनं भगिनि. भावपदार्थे एव अन्तर्भूतः चेदपि तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्यापि उत्पत्तिसम्भवः. इत्युक्ते विभागः इति ये वदन्ति तत्रापि पूर्वसंयोगध्वंसः एव जायते, न तु विभागः इति अतिरिक्तः गुणः वा इति. आम् अहम् अवगच्छामि इदानीं. ते वदन्ति यत् अस्तु, यदि विभागः भावपदार्थः इति स्वीकुर्मः चेदपि तादृशविभागः यदा उत्पद्यते तत्क्षणे एव संयोगस्य नाशः अपि भवितुम् अर्हति. इति वदनेन कार्यकारणभावः न भवितुम् अर्हति. किमर्थं चेत् तत्र प्रमाणं नास्ति. प्रथमं विभागं जायते, अनन्तरं तस्मात् संयोगनाशः जायते इति किमपि प्रमाणं नास्ति. हा हा, समीचीनं भगिनि, तथा एव अस्ति. विभागोत्पत्तिक्षणे एव संयोगध्वंसस्यापि उत्पत्तिसम्भवेन, इत्युक्ते तादृशी सम्भावना अस्ति खलु. केवलं प्रक्रियां प्रदर्शितवन्तः इति कृत्वा तत्र प्रमाणं तु न जातं. कोष्टकं बहु सम्यक्तया रचितवन्तः परन्तु प्रमाणं न दत्तम् इति कृत्वा ये केऽपि आक्षेपं कुर्वन्ति ते वदन्ति अस्तु, विभागः नूतनपदार्थः भावपदार्थः इति स्वीकुर्मः चेदपि एतादृशी सम्भावना अस्ति या सावित्री भगिन्या उक्तं. तदर्थं किं जयन्ति भगिनी अग्रे? उत्पत्तिसम्भवेन, उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् इत्युक्ते विभागः इति गुणः जायते इति स्वीकुर्मः चेदपि तत्र विभागः कारणरूपेण न विद्यते. विभागः संयोगनाशस्य संयोगनाशः इति कार्यस्य कारणं न भवति इति. किमर्थम्? तद् बृहत् पदमस्ति खलु, तस्मिन् अन्तर्भूतमस्ति. संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् तस्य संयोगनाशरूपकार्य संयोगनाशः इति कार्यं तस्य पूर्ववृत्तित्वं नास्ति. विभागः पूर्ववृत्तित्वं नास्ति. हा हा हा, विभागः पूर्ववृत्तिः नास्ति, अतः विभागस्य पूर्ववृत्तित्वाभावः संयोगनाश. अस्तु, विभागस्य पूर्ववृत्तित्वं नास्ति. संयोगनाशात् पूर्वम् वृत्तित्वम् अस्ति विभागस्य इत्यस्य कोऽपि प्रमाणं नास्ति, अतः तस्मात् अतः अभावात् मूलोक्तं संयोगनाशको गुणो विभागः इति असङ्गतम् इति. तस्य विभागस्य पूर्ववृत्तित्वं नास्ति इति कृत्वा कथम् उच्यते विभागः संयोगनाशकस्य कारणं भवति इत्युक्ते कथं संयोगनाशकस्य पूर्वं विभागः जायते इति कथं वक्तुं शक्नुमः? असङ्गतम् अस्ति इति. हा, इति पुनः तैः उच्यते. ततः आरभ्य एव नाशविषये अस्माभिः अधीतम्. ततः अग्रे गत्वा कार्यकारणभावः अस्ति इति साधनीयम् आवश्यकम् आसीत् खलु. तदर्थम् अनुमानविषयिणी चर्चा जाता, आशयनाशजन्यगुणनाशः इत्यादिकं. तर्हि अनुमानस्यापि बहु गभीरतया चिन्तनं कृतवन्तः. इतोपि अग्रे विशेषकोटिक्रमः अस्ति पुस्तकस्य अन्ते, कृपया तत्र पश्यन्तु. परिशिष्टं किन्तु अनुमानस्थले कार्यकारणभावः नास्ति, व्याप्यव्यापकभावः एव व्याप्यव्यापकभावः इति अस्ति इति वयं दृष्टवन्तः किल. इति वयं दृष्टवन्तः, तत्तु सत्यमेव. अस्तु, परन्तु अत्र किं साधनीयं भवति अधुना? समानाधिकरणगुणजन्यः समानाधिकरणगुणः कोऽपि किमपि अस्ति तत्र इति तत् साधनीयम् आसीत् खलु, तदर्थम् अनुमानवाक्यं दत्तं. कार्यकारणभावः, हा सत्यं, भवती यदुक्तं तत् सत्यमेव. हेतुसाध्ययोः व्याप्यव्यापकभावः अस्ति, कार्यकारणभावः इति सर्वदा न भवति इति सत्यम्. परन्तु अनुमानवाक्येन किं परिशीलितम्? एकः समानाधिकरणगुणः आसीत् तत्र, सः एव विभागः इति परिशीलितं खलु लक्ष्मी भगिनी. अधुना इतोपि किञ्चित् अग्रे तस्य विषये एव अस्ति. तर्हि राजेन्द्र एकक्षणं, तत्र अस्मिन् परिच्छेदे उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावात् इत्युक्ते तत्र पूर्वक्षणे संयोगनाशस्य पूर्वक्षणे विभागस्य वृत्तित्वं नास्ति इति कृत्वा तत्र कार्यकारणभावः नास्ति इति एते वदन्ति. तर्हि अपि च पूर्वं ये उक्तवन्तः तत्र ते उक्तवन्तः प्रथमं विभागः अस्ति अनन्तरं संयोगनाशः. तर्हि एतत् केवलं कथं पश्यन्ति इति कृत्वा ते तत्तद् यत् पश्यन्ति तद् सिद्धं कुर्वन्ति इति तादृशमस्ति वा? इत्युक्ते विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्वाभावः इति ते अस्यूम् कृतवन्तः वा? अस्यूम् किमर्थं कृतवन्तः इत्युक्ते तत्र प्रमाणं नास्ति. अस्तु, पश्यतु, उभयोः उभयपक्षिणः एकस्मिन् विषये अङ्गीकारः अस्ति. सः विषयः कः? अस्तु, भवतु नाम विभागः इति पृथक् पदार्थः भवतु, तत्र न कोऽपि क्लेशः उभयोः. परन्तु क्लेशः अस्ति कुत्र? क्षणपञ्चकव्यापिनी प्रक्रियायां क्लेशः अस्ति. कथं वक्तुं शक्यते एकस्मात् गुणात् संयोगनाशः जातः? तत्र प्रमाणं किम्? यतोहि यद्यपि नूतनपदार्थः घटपटौ विभक्तौ इत्यनेन नूतनपदार्थः अनुभूतः इति तु सत्यं, परन्तु सः नूतनपदार्थः संयोगध्वंसः एव, केवलं भिन्नरीत्या प्रकटीकृतं घटपटौ विभक्तौ इति, परन्तु घटपटौ विभक्तौ इति घटपटयोः संयोगः नष्टः इत्यस्यैव भिन्नरूपं, तत्र कार्यकारणभावः नास्ति इति. तस्मिन् विषये विवादः इदानीं. तर्हि एकस्मिन् क्षणे एव द्वयमपि जायते वा न वा इति यथा ते पश्यन्ति तथा ते वदन्ति इति. सत्यं, द्वयमपि जायते. तत् प्रक्रियायां कल्पनार्थमेव अथवा प्रदर्शनार्थमेव, तत्र किमपि प्रमाणं नास्ति, परन्तु उभयोः सम्मतं नास्ति. तत्र प्रथमं विभागं जायते, तदनन्तरं संयोगनाशः नश्यति इति, तत् संयोगः नश्यति इति तेन अङ्गीकुर्वन्ति. तेन अङ्गीकुर्वन्ति, अपि च ये केऽपि आक्षेपं कुर्वन्ति ते द्वौ भिन्नौ पदार्थौ अपि न अङ्गीकुर्वन्ति. तेषां दृष्ट्या, हा, यथा भगिनी अपि उक्तवती, यथा ते पश्यन्ति तेषां दृष्ट्या संयोगनाशः एव विभागः, तत्र द्वितीयपदार्थः एव नास्ति इति आक्षेपं कुर्वाणः वदन्ति. परन्तु आक्षेपस्य समाधानार्थं पुनः अनुमानवाक्यम् आनीतम्. अस्तु, आश्रयनाशजन्यगुणनाशः अयं खलु, आश्रयस्य नाशः न जातः इत्युक्ते किं, भिन्नः कोऽपि पदार्थः स्यात् येन नाशः जातः, सः पदार्थः कः इत्यस्य परिशीलनार्थम् अनुमानवाक्यम् आनीतमासीत्. अस्तु, अग्रे सरेम वा? अस्तु, हा, अग्रे राजेन्द्रमहोदय परिशिष्टम् इति पठति वा कृपया. आम् भगिनि, विभागः साधनाय अनुमानं तत्र पूर्वः कोटिक्रमः, संयोगनाशेन एव उत्पत्तौ विभागः, न अतिरिक्तगुणः, तत् स्वीकारे अपि न तस्य संयोगनाशनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता, तस्याः च परिहाराय संक्षेपतः तत् प्रकरणे अनुमानम् उक्तम्. इश्च जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते. किञ्चित् वाक्यशः इदानीम् न्यायिकाः ये वदन्ति, आक्षेपं कुर्वन्ति, ते संयोगनाशेन एव उत्पत्तौ विभागः, न संयोगनाश विभागः संयोगनाशेन एव नाशः एव अस्ति, न अतिरिक्त गुणः अस्ति, तत् तेषाम् आक्षेपम् अस्ति. तत् स्वीकारे अपि, तत् यदि स्वीकुर्मः, एकनिमिष, उपपत्तौ इत्युक्ते उपपत्तिः इत्युक्ते सिद्धिः इति, विभागस्य सिद्धिः कदा जाता? यदा संयोगनाशः. तर्हि तत् आदौ न आसीत् विभागः विभक्तौ इति प्रतीतिः, तदा एव जाता खलु यदा संयोगनाशः अभवत् इति कृत्वा, संयोगनाशेनैव उपपत्तौ विभागस्य, विभागः अतिरिक्तगुणः नास्ति इति. तत् स्वीकारे अपि न तस्य संयोगनाशं प्रति कारणत्वं, न यदि स्वीकुर्मः विभागः अन्यत् गुणः अस्ति, तत् तथापि तस्य विभागस्य संयोगनाशं प्रति कारणत्वं न दृश्यते इति शङ्का विभागनिरूपणे नवीनन्यायिकाः कृताः. महोदय, अत्र एकं वक्तव्यं, स्पष्टतया तत्र न भासते नवीनाः वा अथवा प्राचीनाः वा. नवीनाः तेषां ये आक्षेपं कुर्वन्ति, ते तेषां शङ्का अस्ति विभागनिरूपणे, यथा ये विभागस्य संयोगनाशं प्रति कारणत्वं नास्ति, तेषां शङ्का अस्ति तत्. हा, ये केऽपि आक्षेपं कुर्वन्ति तेषां तादृशी शङ्का अस्ति. शङ्का अस्ति यथा ते न मन्यते विभागः अतिरिक्तगुणः अस्ति. न, विभागः अतिरिक्तगुणः इति मन्यन्ते चेदपि संयोगनाशं प्रति कारणत्वं न मन्यन्ते. आम् आम् आं भगिनि, कारणत्वं तथा तत् शङ्का अस्ति. तस्याः च परिहाराय, तस्याः इत्युक्ते विभागः संयोगनाशं प्रति कारणमस्ति च परिहाराय. एकनिमिषः, तस्याः परिहाराय इति अस्ति खलु स्त्रीलिङ्गे. शङ्कायाः परिहार संक्षेपतः तत् प्रकरणे अनुमानम् उक्तम्. तत् प्रकरणे एव अनुमानं यदा अस्माभिः पठितम् एतावता तत् अनुमानम् उक्तम्. इच जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते. अत्र किञ्चित् ये जिज्ञासवः सन्ति तेषां कृते किञ्चित् अत्र कोटिक्रमः प्रदर्श्यते. कोटिक्रमः कः अस्ति न जानामि. महोदयेन गभीरतया परिशीलनम् इत्यस्मिन् अर्थे कोटिक्रमपदस्य उपयोगः अत्र अस्ति इति उक्तम्. अस्तु, तर्हि शङ्कायाः परिहाराय अपि अनुमानवाक्यं दत्तमासीत्, तथापि अधुना इतोपि किञ्चित् विश्लेषणं भवति तस्य विषये इति. नूतनतया केनचित् आगतम्, यस्य नाम मम पार्श्वे नास्ति? अस्तु, तर्हि अग्रे सरेम. वर्धिनी भगिनी पठति वा अग्रे? तथा हि जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः. जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगजन्यरूपनाशवत्. गुणनाशो हि क्वचित् समवायिकारणनाशेन, क्वचित् असमवायिकारणनाशेन, क्वचित् निमित्तकारणनाशेन च भवति. आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः, द्वितीयः दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः, तृतीयः अपेक्षाबुद्धिरूप निमित्तकारणनाशेन द्वित्वादिनाशः. किञ्चित् आरम्भ, वदतु भगिनि. जनकनाश अजन्यगुणनाशः, जनकनाशकारणं समवायिकारणं, निमित्तकारणम् अथवा असमवायिकारणं भवतु. हा, बहु समीचीनं भगिनि, तद्वदेव अस्ति. किन्तु शनिवासरस्य वर्गे महती चर्चा जाता अस्य विषये, यतोहि आरम्भे न अभिज्ञातम् अस्माभिः. जनकनाशाजन्यगुणनाशः इति उक्तमस्ति खलु तत्र, तर्हि आश्रयनाशाजन्यगुणनाशः इत्यस्मात् कथं भिन्नः अयम्? आश्रयनाश आश्रय इत्युक्ते कारणः अस्ति, द्रव्यः अस्ति. आश्रयनाश अजन्य, आश्रयनाशेन न जन्यः. सत्यं, तादृशगुणनाशः. परन्तु अत्र विशिष्टप्रयोगः अस्ति, जनकनाशाजन्यगुणनाशः इति. जनकः इत्युक्ते द्रव्यम् अस्ति वा नास्ति वा इत्युक्ते अत्र कारणमस्ति. अत्र विशेषप्रयोगः अस्ति. जनकनाशाजन्यगुणनाशः इति आश्रयनाशाजन्यगुणनाशः इत्यस्मात् किञ्चित् भिन्नः एव. यतोहि आश्रयनाशाजन्यगुणनाशः इत्यस्मिन् केवलम् आश्रयस्य उल्लेखः, परन्तु जनक इत्युक्ते कारणमपि. कारणं कतिविधं भगिनि? त्रिविधं. समवायनिमित्तसमवायकारणानि. हा, तस्य विषये किञ्चित् वदति वा स्मरणार्थं प्रयत्नं करोति? समवायिकारणं गुणस्य सम्बन्ध द्रव्येण समवायिकारणमस्ति. हा, तर्हि एकनिमिष समवायिकारणम् अन्य कोऽपि प्रयत्नं करोति वा? सन्ध्या भगिनि. तत्र द्रव्ये यः कोऽपि द्रव्ये यः कोऽपि द्रव्यं यत्किमपि भिन्नं द्रव्यमस्ति समवायि समवायत्वेन तस्य अवयवम् इति, तर्हि तदस्ति समवायिकारणम्. उदाहरणं तत्र उदाहरणं घटस्य कपालस्य स्वीकुर्मः चेत् कपालः घटस्य समवायिकारणं, यतोहि कपालः अवयवः अस्ति, घटः अवयवी अस्ति इति कारणेन. समीचीनम्. अनन्तरम् असमवायिकारणम् एकनिमिष केवलम् अवयव अवयवी वार्ता इति नास्ति. आम्, तर्हि तत्र पुनः यत्र यत्र समवायिकारणेन समवायिकारणसम्बन्धः अस्ति, अवयव अवयवी इति एकः तत्र एकः सम्बन्धः, पुनः जातिव्यक्तिः इत्यपि, तर्हि पुनः इत्युक्ते यत्र मनुष्यः अस्ति तत्र मनुष्यत्वम् इति समवायिकारणं वा तस्य? तदपि सत्यं, किन्तु प्रसिद्ध उदाहरणम् अस्ति खलु द्रव्यगुणयोः मध्ये. घटः घटे रूपं, घटरूपस्य समवायिकारणं किम्? आम्, घटरूपस्य इत्युक्ते घट द्रव्ये गुणः यः अस्ति तत्रापि समवायिकारणम् अस्ति इति. हा, तर्हि गुणस्य समवायिकारणं किम्? गुणस्य समवायिकारणमस्ति तत्र द्रव्यम् एव. हा, सत्यं, गुणस्य आश्रयीभूतद्रव्यमेव समवायिकारणम् अस्ति. तर्हि एकस्मिन् वाक्ये वदामश्चेत् समवायिकारणम् इत्युक्ते तादात्म्येन स्वस्मिन् कोऽपि वदति वा? तादात्म्येन स्थित्वा समवायेन समवायेन कार्यं जनयति. हा, समीचीनम्, इति समवायिकारणम्. अस्तु, इदानीं तर्हि घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन समवायसम्बन्धेन रूपं जनयति. कपालः अपि तथा, कपालः स्वस्मिन् तादात्म्येन भवति समवायेन घटं जनयति इति समवायिकारणम्. असमवायिकारणम् इत्युक्ते अस्तु, वर्धिनी भगिनी प्रयत्नं करोतु. भगिनी प्रयत्नं करोति. कपालमध्ये संयोगः अस्ति, घटं प्रति असमवायिकारणम्. हा, बहु समीचीनं भगिनी, तथा एव अस्ति. कपालद्वयसंयोगः कं प्रति? घटं प्रति असमवायिकारणम्. असमवायिकारणं, समीचीनं. तर्हि एकस्मिन् वाक्ये पुनः वदामश्चेत् समवायेन स्थित्वा समवायेन कार्यं जनयति. कपालद्वयसंयोगः कपाले केन सम्बन्धेन भवति, वर्धिनी भगिनी? कपाले समवायेन. हा, समवायसम्बन्धेन भवति कपालद्वयसंयोगः, तथा स्थित्वा पुनः समवायेन घटम् उत्पादयति इति असमवायिकारणम्. तादृशमपि असमवायिकरणम् अस्ति एकविधं. द्वितीयविधम् असमवायिकरणमपि अस्ति, कोऽपि स्मरति? कार्येण सह समवेतं सत् अपि तद् अभवत् इदानीं खलु. हा हा, जयन्ती भगिनी, जयन्ती भगिनी हा वदतु कृपया. समवायिकारणे समवेतं सत् असमवायिकारणम्. उदाहरणम्? यद् मया उक्तम् अपि च सावित्री भगिनी वक्तुम् उद्युक्ता आसीत् कार्येण सह एकस्मिन् अर्थे, खलु भगिनी? हा, कार्येण सह इत्युक्ते घटेन सह एकस्मिन्नेव अधिकरणे कपाले समवेतं सत् कश्चित् गुणः अथवा काचित् क्रिया इति एकम् एकविध असमवायिकारणं. द्वितीयविधं जयन्ती भगिनी कारणेन सह इति उक्तवती, तर्हि कृपया. तर्हि समवायिकारणेन सह इत्युक्ते अत्र गुणः एव समवायिकारणं खलु, न कपालः. तत्र इदानीं कपालगतरूपं कपालगतरूपं घटगतरूपं प्रति असमवायिकारणम् इति द्वितीयविधम् अस्ति. कपाले यद्रूपम् अस्ति तद् कारणेन सह एकस्मिन् अर्थे, कारणेन इत्युक्ते समवायिकारणेन कपालेन सह कपालगतरूपम् अस्ति तत्र, तत्र भूत्वा घटरूपं प्रति कारणं भवति इति असमवायिकारणस्य द्वैविध्यम् अस्ति. तर्हि साधारणतया वक्तुमिच्छामश्चेत् असमवायिकारणम् इत्युक्ते समवायिकारणे स्थितं कश्चन गुणः अथवा काचित् क्रिया इति स्मरन्तु. समवायिकारणे विद्यमानः कश्चन गुणः काचित् क्रिया यद् कार्यं जनयति, कार्यं प्रति कारणं भवति, तद् असमवायिकारणम्. समवायिकारणं तु जानीमः, समवायेन स्वस्मिन् कार्यं जनयति इति, अपि च निमित्तकारणम्. इदं विहाय असमवायिविहाय यत्किमपि कारणं तादृशकारणम्. तादृशकारणानि जनकशब्देन गृहीतानि अत्र इति अवधेयमस्ति. अस्तु, हा तर्हि वर्धिनी भगिनी अग्रिमवाक्यं. जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगजन्यरूपनाशवत् जनकनाश अजन्यत्वे सति गुणनाशत्वात्. इदं तु जानीमः एव खलु, जनकनाशाजन्य जनकनाश अजन्य इत्युक्ते समवायिकारणस्य असमवायि वदतु. समवायिकारणस्य निमित्तकारणस्य असमवायिकारणस्य असमवायिकारणस्य नाशः न जातः परन्तु कार्यं जातम्, तादृशं किमस्ति? समानाधिकरणगुणजन्यः. हा, बहु समीचीनं. जनकनाशाजन्यत्वे सति गुणनाशत्वं तादृशमस्ति समानाधिकरणगुणजन्यः, यथा जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजः संयोगजन्यरूपनाशवत्. तेजसंयोगः रूपः कस्यचित् गृहे, एकनिमिषः, कस्यचित् गृहे वार्तालापः प्रचलत्. अस्तु, हा वर्धिनी भगिनी अग्रे. समानाधिकरणं कुत्र अस्ति इति चर्चा अस्ति. तेजसंयोगः तेजसंयोगजन्यः तेजसंयोगः इति समानाधिकरणम् हा तेजसंयोगः इति समानाधिकरणगुणः तेन तेन जनकनाश तेन किं जातं गुणनाश गुणनाश अस्ति हा तेन रूपनाश रूपनाश सत्यं पाकजरूपनाशः हा पाकजरूपनाशः इति चर्चितवन्तः खलु तदेव तादृशपाकजरूपनाशः जनकनाशाजन्यगुणनाशः अस्ति अतः समानाधिकरणगुणजन्यः अस्तु समीचीनम् अस्तु अजितमहोदयेन न पठितं तर्हि सः पठतु अजितमहोदय पठति वा अग्रे एतद् भिन्नः तत्र खलु एकनिमिषः कुत्र अस्ति भवान् गुणनाशो हि हा गुणनाशो हि क्वचित् समवायिकारणनाशेन क्वचित् असमवायिकारणनाशेन क्वचित् निमित्तकारणनाशेन च भवति आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः द्वितीयः दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन परत्वादिनाशः तृतीयः अपेक्षबुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः इत्युक्ते गुणनाशे क्वचित् गुणनाशः क्वचित् समवायिकारणनाशेन भवति क्वचित् असमवायिकारणनाशेन भवति क्वचित् निमित्तकारणनाशेन भवति समवायिकारणनाशेन इत्युक्ते अग्रे क्रमेण उदाहरणं दीयते अग्रे पठतु आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः तत् समवायिकारणनाशः समवायिकारणं किं तत्र समवायिकारणं द्रव्ये एकनिमिष द्रव्ये इत्युक्ते घट हा घटे रूपरसादि रूपरसादि समवायिकारणम् एकनिमिष घटे घटः इति द्रव्यं घटे रूपरसादयः गुणाः सन्ति खलु सन्ति तर्हि इदानीं रूपरसादीनां समवायिकारणं किं घटः घटः घटस्य नाशः भवति चेत् रूपरसादीनां नाशः भवति वा महोदय रूपरसादीनां नाशः भवति तर्हि अतः एव उक्तं घटध्वंसेन नाशनेन रूपरसादीनां ध्वंसः कीदृशम् अस्ति कीदृशनाशः समवायिकारणनाशः हा सत्यं तर्हि समवायिकारणम् इति घटः तस्य नाशेन रूपरसादीनां ध्वंसः इति प्रथमविधं द्वितीयविधम् अस्ति किं द्वितीय दिक्पिण्डसंयोगरूपासमवायि कारणनाशेन परत्वादिनाशः इत्युक्ते तत्र असमवायिकारणकारणं भवति दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन दिक्पिण्डसंयोग इत्युक्ते नूतनविषयः अस्माभिः पूर्वं चर्चितमासीत् गुणनाशं प्रति समवायिकारणनाशः अपि च निमित्तकारणनाशः कारणं भवति इति कोऽपि स्मरति वा शीघ्रमेव वक्तुम् इच्छन्ति तत्र? अस्तु, एवं करोतु, असमवायिकारणनाशेन इति न स्पृष्टः, तृतीयः कः अस्ति? तृतीय अपेक्षा बुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः, तद् तत्र निमित्तकारणनाशस्य उदाहरणम् अपेक्षा अपेक्षाबुद्धिरूप तर्हि अपेक्षा बुद्धि इति कं प्रति कारणमस्ति? कोऽपि स्मारयति? द्वित्वं प्रति. हा, तर्हि त्र्यधिक समीचीन भगिनी, सावित्री भगिनी इतोपि किञ्चित् विशदीकृत्य. एकं पुस्तकम् इति चेत् तत्र अस्माभिः किञ्चित् बुद्धिः जायते यत् ओ तत्र त्रीणि पुस्तकानि सन्ति इति, तदा तद्वा. हा हा हा, तदेव. तर्हि तादृशी अपेक्षा बुद्धिः कीदृशं कारणं? निमित्तकारणं भवति. कं प्रति? द्वित्वादि संख्या, संख्या. हा, द्वित्वम् इत्यस्मात् आरभ्य संख्यानां संख्याः प्रति अपेक्षा बुद्धिः भवति निमित्तकारणम्. इदानीं द्वित्वादिसंख्यानाम् असमवायिकारणं किम्? द्वित्वादिसंख्यानां जयन्ती भगिनी पुनः. एक द्वित्वसंख्यां प्रति एकत्वम् असमवायिकारणं. हा, समीचीनं भगिनी, सम्यक्. तर्हि एकत्वम् इति द्रव्ये विद्यमानः कश्चन गुणः. घटे एकत्वम् अस्ति चेत् तस्मिन् विद्यमानः कश्चन गुणः. घटे इदानीं द्वित्वं साधयितुम् इच्छामश्चेत् तदेव एकत्वम् असमवायिकारणं भवति द्वित्वं प्रति इति अस्ति. तर्हि बुद्धं वा अजितमहोदय अन्तिमवाक्यम्? आम्, बुद्धं भगिनि. अस्तु, तर्हि इतः अत्र पर्यन्तं प्राप्तवन्तः शनिवासरे. अग्रे गत्वा द्वितीयवाक्यं यद् महोदयेन पठितं, दिक्पिण्डादि असमवायिकारणनाशेन परत्वादिनाशः, तस्य इतोपि किञ्चित् विश्लेषणं भवति. धन्यवादः. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः.